नमस्कारः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति वादिगणः इति। तत्र वयं जानीमः सार्वधातुकप्रकरणे अत्र अस्माकम् अवधानं लट् लोट् लङ् विधि लिङ् इत्येषु लकारेषु रूपाणि कथं भवन्ति दशगणेषु अपि इति। तत्र आदिमः अस्ति वादिगणः। अत्र भुवादिगणे तत्र अङ्गम् अदन्तं भवति शप्विकरणप्रत्ययस्य विधानानन्तरम् अङ्गम् अदन्तम् अदन्ताङ्गेषु आदिमः अस्ति द्वादिगणः। द्वादिगणे अस्माभिः सामान्यधातवः इति विषयः चर्चितः, तत्पश्चात् विशेषधातवः अपि अवलोकितः। तत्र तस्मिन् क्रमे एव केचन धातवः सन्ति ये तु मूलतः द्वादिगणे एव सन्ति, परन्तु तेभ्यः अन्यविकरणप्रत्ययः अपि विकल्पेन विधीयते, यतोहि तत्र रूपद्वयं विद्यते इति कृत्वा। तदर्थं विशिष्टसूत्राणि कृतानि। तत्र अस्माभिः अक्षो अन्यतरस्याम् इति सूत्रम् अधीतं, तनुकरणे तक्षः इति अपि अधीतं, यत्र उभयत्र विकल्पेन श्नु इति प्रत्ययः अपि भवति। मूलतः धातुः तु द्वादिगणे अस्ति, अतः शप्रत्ययः भवति एव, परन्तु विकल्पेन श्नु प्रत्ययः अपि भवति, अतः रूपद्वयं सम्भवति, अक्षति अक्ष्णोति, तक्षति तक्ष्णोति इति। तत्पश्चात् तत्र केचन धातवः सन्ति ये तु अन्येषु गणेषु सन्ति, वस्तुतः भुवादिगणे एव न सन्ति, अन्येषु गणेषु सन्ति, परन्तु तेभ्यः धातुभ्यः विशिष्टार्थे तेभ्यः धातुभ्यः सन् प्रत्ययः विद्यते। तर्हि सन् प्रत्ययः विद्यते चेत् तत्र नूतनधातुः लभ्यते। तादृशधातुः तेभ्यः धातुभ्यः तु तत्र विकरणप्रत्ययः शप्रत्ययः डिफाल्ट् रूपेण आयाति, तदर्थम् अत्र भुवादिगणे ते योजिताः, यतोहि तेभ्यः धातुभ्यः तत्र शप्रत्ययस्य विधानं भवति। तर्हि किमर्थम् एते धातवः, वस्तुतः एते धातवः मूलतः चुरादिगणे सन्ति, चुरादिगणे एव पठिताः, तर्हि किमर्थं तत्र एव न अत्र एतेषु विशिष्टेषु अर्थेषु तत्र एव किमर्थं न स्थापयामः इति चेत्, चुरादिगणे ये धातवः भवन्ति चेत् एतेषु विशिष्टार्थेषु, तर्हि तेभ्यः तत्र णिच्प्रत्ययः अपि भवति। निच्प्रत्ययः तत्र सर्वत्र निच्प्रत्ययस्य विधानं भवति प्रथमतः चुरादिगणीयधातुः इति कृत्वा। तर्हि तदनन्तरं सन्प्रत्ययस्य विधानं भवति चेत् इष्टरूपं न सिद्ध्यति इति कृत्वा, ते धातवः ये मूलतः चुरादिगणे सन्ति, ये सप्तधातवः, तेभ्यः विशिष्टार्थेषु तत्र सन्प्रत्ययः विधीयते। सन्प्रत्ययस्य अर्थः नास्ति इति उक्तम्, तत्र स्वार्थे सन्प्रत्ययः विधीयते। वस्तुतः सन्प्रत्ययः तु इच्छार्थे भवति सामान्यतया, परन्तु अत्र एतेभ्यः धातुभ्यः विशिष्टार्थे तत्र सन्प्रत्ययः स्वार्थे विधीयते इति उक्तं। तत्सर्वं पठितं तत्र गुप्तिच्किभ्यः सन् इति पठितं। तदनन्तरं मानवददानशान्भ्यो दीर्घश्चाभ्यासस्य इत्यपि सूत्रम् अधीतम्। इदानीं तत्र अग्रे गन्तुं शक्नुमः। तत्र आयप्रत्ययः इति विषयः अग्रे आयाति। तस्मात् प्राक् अत्र किञ्चित् तत्र गृहपाठरूपेण मया उक्तमासीत् पूर्वं, तस्य विषये किञ्चित् झटिति पश्यामः। तर्हि तत्र गुप् धातोः विशिष्टार्थः निन्दायां गम्यमानायां गुप् धातुतः सन्प्रत्ययः विधीयते, तदानीं जुगुप्सते इति रूपं लभ्यते, जुगुप्सते। तर्हि जुगुप्सते इत्यस्य तत्र उषा भगिनी तत्र लोटि रूपाणि वदतु। सते आत्मनेपति लोट् जुगुप्स जुगुप् जुगुप्सतां तामितां जुगुप्सतां जुगुप्सेतां जुगुप्सन्तां जुगुप्सस्व मितामन्तां स्वयितां द्वं जुगुप्सेथां जुगुप्सद्वम् आनीय तामितामन्तां स्वयितां द्वं ऐ आवहयामहे तामितामन्तां स्वयितां द्वम् ऐ आवहयामहे जुगुप्सै जुगुप्सावहे जुगुप्सामहे समीचीनं जुगुप्सै जुगुप्सावहै जुगुप्सामहे समीचीनं तर्हि सूर्यकुमारी भगिनी लटि वदति वा आम् भगिनि लटि रैट् जुगुप्सते जुगुप्सेते जुगुप्सन्ते मध्यमपुरुषः जुगुप्से जुगुप्से अङ्गं किमस्ति अङ्गं किमस्ति जुगुप्सा जुगुप्सा इति अङ्गमस्ति इदानीं प्रत्ययं योजयति चेत् जुगुप्सयोगः से योजयतु तावदेव जुगुप्सै न जुगुप्सयोगः से योजयति चेत् किं भवति जुगुप्से जुगुप्से जुगुप्से जुगुप्सद्वे जुगुप्साय् जुगुप्सावहै जुगुप्सामहै किमर्थं जुगुप्सै इति वदति क्षम्यतां भगिनि जुगुप्सये जुगुप्सावहै जुगुप्सामहै महै नास्ति किमर्थम् ऐकारः जुगुप्सामहे वहे महे जुगुप्सावहे जुगुप्सामहे क्षम्यताम् इत्युक्ते तत्र तादृश अभ्यासः करणीयः इति इदानीं तत्र भवती निद्रां करोति अहम् आगत्य पृच्छामि चेत् तदानीमपि वक्तुं शक्नोति तादृशस्थितिः भवेत् इत्युक्ते तत्र मनसि झटिति आगन्तव्यं तादृश अभ्यासः करणीयः अस्तु इदानीम् अरविन्द महोदय लङ्लकारे वदतु लङ्लकारे अजुगुप्स अजुगुप्सत अजुगुप्सेताम् अजुगुप्सन्त अजुगुप्सताः अजुगुप्सेताम् अजुगुप्सध्वम् अजुगुप्ससे अजुगुप्सावहि अजुगुप्सावहि एकवचने किमस्ति अजुगुप्से अजुगुप्सयोगः ए तत्र किम् अस्ति सन्धिकार्यं तत्र अकारयोग एकारयोगं तत्र आग्गुणः भवति अतोगुणे भवति सम्यक् उत्तमम् अतोगुणे द्विवचने द्विवचने अजुगुप्सावहि अण्ड् अजुगुप्सामहि समीचीनं बहु समीचीनम् अस्तु मीना भगिनी अग्रे विदिलिङ्ग् गुप्सेत गुप्सेय गुप्स ईत गुप्सेत किल न एकक्षणं किमर्थम् अङ्गं किम् अस्ति जुगुप्स क्षम्यतां जुगुप्स इति अङ्गम् जुगुप्सेत जुगुप्सेयातां जुगुप्सेरन् जुगुप्सेताः जुगुप्सेयाथां जुगुप्सेद्वं जुगुप्सेय जुगुप्सेवहि जुगुप्सेमहि उत्तमं बहु समीचीनं तर्हि तत्र कथं ज्ञातव्यम् इति चेत् तत्र जुगुप्स इति अङ्गमस्ति इति ज्ञातं खलु जुगुप्स इति धातुः वस्तुतः नूतनधातुः सन्प्रत्ययस्य योजनानन्तरं जुगुप्स इति धातुः जुगुप्स इति धातुतः शप्रत्ययः तिङ् प्रत्ययः क्रिय शप्रत्ययं योजयामः चेत् जुगुप्सयोगः तत्र अतोगुणे इति सूत्रेण पररूपादेशः इति कृत्वा जुगुप्स इति अङ्गं जुगुप्स इति अङ्गं लब्धं तत्पश्चात् तत्र प्रत्ययस्य योजनमेव अन्यत् किमपि नास्ति सन्धिकार्यमस्ति चेत् भवति अस्तु इदानीं तत्र क्षम्यतां भगिनि लङ्लकाररू रूपाणि पुनः वदति किम् भवती एव वदतु किञ्चित् विस्मृतवती प्रथम एव आगच्छति खलु सत्यं सो वन्धधातोः रूपाणि जानाति खलु वन्धधातोः आम् वदतु वन्धधातोः रूपाणि वन्दत वन्देतां वन्दन्त वन्दन् न लङ्गि लङ्गि ओ क्षम्यताम् अवन्दत अवन्दत अवन्देताम् अवन्दन्त अवन्दन्त अवन्दथाः वन्देथाम् अवन्दध्वम् अवन्दे अवन्दवहि अवन्दमहि वन्दावहि वन्दामहि क्षम्यतां तत्र दीर्घ भवति तथैव करोतु जुगुप्स जुगुप्स इति अङ्गम् अजुगुप्सत अजुगुप्सताम् अजुगुप्सन्त अजुगुप्थाः अजुगुप् जुगुप् एकवचने किमस्ति पुनः वदतु ओ अजुगुप्सथाः अस्तु अजुगुप्सेथाम् अजुगुप्सध्वम् अजुगुप्से अजुगुप्सावहि अजुगुप्सामहि हा उत्तमं तावदेव वन्दते इति यथारूपम् अस्ति वन्द इत्यस्य यादृशरूपं तथैव अस्तु धन्यवादः समीचीनं तर्हि इदानीम् एकम् इतोपि एकं कुर्मः चिकित्सति इति धातुः तत्र चिकित्स इति धातुः सन्प्रत्ययस्य योजनानन्तरं चिकित्स इति नूतनधातुः शप्रत्ययस्य विधानानन्तरं चिकित्स इति अङ्गं प्रत्ययस्य योजनेन चिकित्सति इति रूपं लब्धं तर्हि इदानीं लटि चिकित्सति इत्यस्य तत्र विनयकुमार महोदय वदतु रूपाणि कानि आं भगिनि टीतन्ति अतः चिकित्सति चिकित्सतः चिकित्सन्ति चिकित्सति चिकित्सतः चिकित्सत् चिकित्सामि चिकित्सावः चिकित्सामः भवति समीचीनं समीचीनं शुभभगिनी आं भगिनि चिकित्सतु चिकित्सतात् चिकित्सतां चिकित्सन्तु चिकित्सा चिकित्सतात् चिकित्सतां चिकित्सध्वम् न न द्विवचने पुनः आरम्भतः एकवारं वदतु क्षम्यताम् आरम्भतः वदतु ओ चिकित्सतु चिकित्सतां चिकित्स एकवचने अन्यत् रूपमपि अस्ति खलु हा चिकित्सतु चिकित्सतात् चिकित्सतात् चिकित्सतां चिकित्सन्तु चिकित्सा चिकित्सतात् पुनः रूपद्वयं पठतां चिकित्सतं चिकित्सता आनयाम चिकित्सानि चिकित्साव चिकित्साम हा समीचीनं चिकित्स इति अङ्गं तदनन्तरं प्रत्ययस्य योजनं तावदेव अस्तु अग्रे पमेला भगिनी तत्र लङ्गी अचिकित्सत् अचिकित्सः अचिकित्सतम् अचिकित्सत अचिकित्सम् अचिकित्साव अचिकित्साम् उत्तमं समीचीनं तर्हि विजयलक्ष्मी भगिनी विदिलिङ्ग् विदिलिङ्गि चिकित्सेत् चिकित्सेतां चिकित्सेयुः चिकित्सेः चिकित्सेतं चिकित्सेत चिकित्सेयं चिकित्सेव चिकित्सेम समीचीनं समीचीनं तर्हि तत्र इदानीं कथं तत्र झटिति रूपाणि मनसि आगन्तव्यानि इति अवगतं वा? अत्र अत्र स्पष्टता अस्ति वा नास्ति वा? इत्युक्ते अङ्गं किम् इति प्रथमं तत्र मनसि स्पष्टता अस्ति चेत् तत्र प्रत्ययस्य योजनमेव, तत्र किमपि नास्ति. अङ्गं किम् इति प्रथमतया मनसि अस्ति चेत् तर्हि प्रथमकार्यं किम् इति चेत् अङ्गं किम् इति एव कार्यं. धातुः अस्ति, अङ्गं किम्? एते धातवः तु विशिष्टधातवः, अतः सन् प्रत्ययं योजयामः. तदनन्तरं सनन्तधातुः धातुः कः इति ज्ञातव्यं भवति. परन्तु सामान्यतया अङ्गं किम् इति जानीमः चेत् तदनन्तरं प्रत्ययस्य योजनं तत्र किमपि नास्ति. तिङ् प्रत्ययस्य योजनं प्रायेण सन्धिकार्यमेव भवति. अस्तु, तर्हि इदानीं लक्ष्मीभगिनी भवती तत्र मान् धातोः पूजायां तत्र अङ्गमस्ति मीमांस इति अङ्गम्, तत्र रूपाणि वदतु. मीमांसते इति लटि एकवचने. आं भगिनि, मीमांसते, मीमांसेते, मीमांसन्ते, मीमांसे, मीमांसेथे, मीमांसद्वे, मीमांसे, मीमांसावहे, मीमांसा, मीमांसावहे, मीमांसामहे. समीचीनं, समीचीनं. तर्हि तत्र उषाभगिनी लोटि. आं भगिनि, लोटि आत्मनेपथ्ये मीमांस, मीमांसतां, मीमांसेतां, मीमांसन्तां, मीमांसस्व, मीमांसेतां, मीमांसद्वं, मीमांसै, मीमांसावहै, मीमांसामहै. समीचीनं, समीचीनं. तर्हि अत्र शुभदा भगिनी वक्तुमिच्छति वा? लङ्गि. आं भगिनि, श्रूयते वा? हा श्रूयते, वदतु. मीमांस धातुः, मीमांस इति अङ्गः, लङ्गि, अमीमांसत, अमीमांसेताम्, अमीमांसन्त, अमीमांसथाः, अमीमांसेथाम्, अमीमांसध्वम्, अमीमांसे, अमीमांसावहि, अमीमांसामहि. समीचीनं. तर्हि तत्र अग्रे सुमन् भगिनी वदतु तत्र विधिलिङ्ग्. विधिलिङ्ग् खलु भगिनि? विधिलिङ्ग्, हा विधिलिङ्ग्, हा. अस्तु, मीमांसेत, मीमांसेत, मीमांसे यातां खलु? समीचीनम्. अस्तु, मीमांसेत, मीमांस, मीमांसे यातां, मीमांसेरन्, मीमांसेथाः, मीमांस, मीमांसे यातां, मीमांसे ध्वम्, मीमांसेय, मीमां से वहि, मीमांसे महि. बहु समीचीनम्. इत्युक्ते परस्मैपदी आत्मनेपदी उभयत्र तत्र एकारः श्रूयते, यतोहि प्रत्ययस्य आदिमवर्णः इकारः, एकत्र इकारः अन्यत्र ईकारः, गुणसन्धिः भवति इति कृत्वा सर्वत्र एकारः श्रूयते, परस्मैपदी वा आत्मनेपदी वा उभयत्र. समीचीनम्, अस्तु, धन्यवादः. समीचीनम्, एवं रीत्या तत्र अभ्यासः भवेत्. अस्तु, इदानीम् अग्रे गच्छामः. तत्र आयप्रत्ययः इति, तत्र विजयलक्ष्मी भगिनी आरम्भं करोतु. आयप्रत्ययः गुपु रक्षणे, गुप् धूप संतापे, धूप पण व्यवहारे, पण पन स्तुतौ, पन. आय प्रत्यय कुत्र अस्ति? हा, अग्रे पठामि किम्? कृपया. गुपु धूप विच्छिपणिपणिभ्यः आयः, गुपु धूप विच्छ पण पन एतेभ्यः धातुभ्यः आय् प्रत्ययो भवति. स्वार्थे गुपुश्च धूपश्च विच्छिश्च पणिश्च पनिश्च तेषाम् इतरेतरद्वन्द्वः गुपुधूपविच्छिपणिपणयः तेभ्यः गुपुधूपविच्छिपणिपणिभ्यः गुपुधूपविच्छिपणिपणिभ्यः पञ्चम्यन्तम् आयः प्रथमान्तम् द्विपदम् इदम् सूत्रम् प्रत्ययः परश्च इत्यनयोः अधिकारः धातोरेकाचो हलादेः क्रियासमभिहारे यम् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् गुपुधूपविच्छपणिपणिभ्यः धातुभ्यः आयः प्रत्ययः परश्च अत्र चत्वारः धातवः सन्ति चत्वारः वा पञ्च वा पञ्च खलु पञ्च धातवः सन्ति अत्र विच्छ इति उपरि न दत्तम् गुपुरक्षणे धूपसन्तापे विच्छ इत्यस्य को अर्थः विच्छदातुः अहं वदामि भवती अग्रे वदतु अस्तु पणव्यवहारे पनु पनस्तुतौ इति पञ्चधातवः सन्ति गुपु धूप विच्छ पण पन एतेभ्यः धातुभ्यः आय् प्रत्ययः स्वार्थे भवति इति अर्थः अत्र पञ्चधातवः च च च च इति योजनेन तेषाम् इतरेतरद्वन्द्वः भवति इतरेतरद्वन्द्वसमासः कृत्वा गुपुधूपविच्छिपणिपणयः तेभ्यः गुपुधूपविच्छिपणिपणिभ्यः इति रूपं निष्पद्यते अत्र एतत्तु पञ्चमी विभक्ते अस्ति विभक्तौ अस्ति आयः इति प्रथमान्तमस्ति सूत्रे केवलं पदद्वयं प्रत्ययः परश्च इत्यस्य अधिकारः धातोरेकाचो हलादेः क्रियसमभिहारे यङ् इति सूत्रात् धातोः इत्यस्य ओ इत्यस्मात् धातोः इत्यस्यापि अधिकारः अनुवृत्तिसहितसूत्रं गुपुधूपविच्छपणिपणिभ्यः धातुभ्यः आयः प्रत्ययः परश्च एतेषां धातूनां आयप्रत्ययः विधीयते इति अर्थः धातुतः समीचीनं तत्र गुपुधूपविच्छपणिपणिभ्यः इत्यत्र प्रत्येकं धातुं स्वीकृत्य वदतु तत्र किम् अस्ति कथं निर्देशः कृतः गुपु इत्यत्र इक्ष्तिपौ धातुनिर्देशे नास्ति तत्र इक्ष्तिपौ तु नास्ति प्रायः उपदेशे अजनुनासिक इति कृत्वा उकारः अपगच्छति गुप् इति एव शिष्यति तत्र औपदेशिकरूपमेव निर्दिष्टः खलु औपदेशिकरूपमेव निर्दिष्टः अस्ति धूप् इत्यत्रापि औपदेशिकरूपम् इति एव भासते विच्छ इति तुदादिगण्यधातुः तत्र विच्छ इति तुदादिगण्यधातुः गतौ इति अर्थः विच्छ इति एव अस्ति तदपि औपदेशिकरूपम् तदेव औपदेशिकरूपं पण इत्यत्रापि औपदेशिकरूपं पण इत्येव परन्तु कथं निर्देशः इक्ष्तिपौ धातुनिर्देशे इक् इक् नास्ति इक् इक् प्रत्ययः पण इत्यत्र इक्त्र अस्ति नास्ति कुत्रापि नास्ति न सूत्रे तत्र सूत्रे किम् उक्तं सूत्रं किम् अस्ति ओ पणि हा अस्तु अस्तु अस्तु मिच्छि इत्यत्रापि इक्ष्तिपौ इत्यस्य इक् इति निर्देशः अस्ति पणि इत्यत्रापि इक् इत्यस्य निर्देशः अस्ति. पनि इत्यत्रापि इक् स्तिपौ धातुनिर्देशे इति सूत्रेण इक् इत्यस्य निर्देशः. कति धातवः भवत्या उक्ताः, कति धातवः? अन्तिमत्रयः धातवः इक् प्राप्ति कुत्र अस्ति? इक् विच्छि इति अस्ति खलु. विच्छि गूपुदूपु विच्छ विच्छि इति अस्ति वा, विच्छ इति अस्ति वा, उपरि उच्छि इति अस्ति, अग्रे तत्र अनुवृत्तिसहितसूत्रे तु विच्छि इति नास्ति. उपरि परन्तु विच्छि इति अस्ति. विच्छि इति एव अस्ति, सत्यं विच्छि इति एव अस्ति. तत्र दोषः, मुद्रणदोषः अस्ति, विच्छि इति अस्ति. अतः तत्रापि इक्का निर्दिष्टः, सत्यं. समीचीनं. तर्हि सर्वत्र तत्र त्रयः धातवः विच्छि पणि पणिभ्यः देशितेभ्यः इक् प्रत्ययः योजितः अस्ति. विच् विच्छिति लौकिकधातुः, विच् योगः इक् इति प्रत्ययः. तत्र सुबन्तं लभ्यते इक् प्रत्ययस्य योजनेन, प्रातिपदिकं लभ्यते विच्छ. विच्छ इति अस्ति, तर्हि विच्छ इति इदानीं पदम् अस्ति. विच्छ इति तत्र समासे पदसंज्ञा अस्ति, अतः विच्छ पणि पणि इति तत्र प्रातिपदिकानि पदानि. अस्तु अस्तु, तर्हि इदानीम् अग्रे तत्र मीना, एतेषां त्रयाणां यङ्ग् लुकि किमपि न भवति इति अस्ति खलु. तत्र तु इका निर्दिष्टः चेत् तत्र किमपि नास्ति, स्तिपा निर्दिष्टः चेदेव खलु. अस्तु अस्तु, भगिनि कथं जानीमः इक् वा स्तिप् वा इति? स्तिप् इत्यत्र किम् अवशिष्यते? पकारः भवति किन्तु सूत्रं दृष्ट्वा तत्र इति अवशिष्यते. अस्तु, हति इति अस्ति चेत्, किन्तु टी अस्ति नो चेत् तत्र सन्धिकार्येण टि इति भवति चेदपि द्रष्टुं शक्नुमः. किन्तु इकारः एव तत्रापि दृश्यते खलु, केवलं तकारः अपि अस्ति खलु. तकारः अपि अस्ति खलु, तकारः अपि अस्ति खलु. तकारस्य परिवर्तनं सन्धिकार्येण भवति चेत् तत्र तत् अस्ति वा इति द्रष्टव्यं तावदेव. इक् एव अस्ति चेत् क्लेशः एव नास्ति, इक् सरलतया ज्ञातुं शक्नुमः. अस्तु अस्तु, धन्यवादः. अस्तु, मीना भगिनी अग्रे पठतु. गुप् योगः आय उगन्तनिगुपतस्य च इत्यनेन गुणः गोपाय भवति. सनातन्त्यदातवः इत्यनेन धातुसंज्ञा भवति. कर्तृत्वे सावधातुके परे कर्तरि शप्, गोपाय योगः शप् योगः ति, गोपाय योगः आयोगः ति अतो गुणे इति पररूपम् आगच्छति. गोपाय योगः गोपाय अतोगुणे अतोगुणे आ वा पररूपं वा एकादेशः, तस्मात् गोपाय आति गोपायति इति भवति. गुप् गोपाय गोपायति, धूप् धूपाय धूपयति, पण् पणाय पणायति, पन् पणाय पणायति इति भवति. विच्च धातुः तुदादिगणे विच्च विच्छाय विच्छायति इति भवति. अत्र गुप् धातु आयति योजनेन लट्लकारे कथं भवति इति ईग पुगन्तस्य लो पुगन्तलघुपदस्य इति लघु उपदा भवति उकारः, तस्मात् गोप गोप् भवति. गोप् आय गोपाय भवति. गोप आय इति सनादन्त्य सन् सनादन्त्यदातवः, तस्मात् संज्ञा धातुसंज्ञा भवति. धातुसंज्ञा भवति, तदन्तरे कर्तर्त्रे सार्वधातुके परे कर्तरि शप् इति रूपे कारणेन शप् योगः भवति. गोपाय शप् योगः ति भवति. गोपाय कर्तरार्थकसार्वधातुकप्रत्यये परे शप् भवति इति उक्तं, परन्तु गोपाय इत्यत्र कर्तरार्थकसार्वधातुकप्रत्ययः कुत्र अस्ति? सहादन्त्यदातवः पुनरपि भवतु, पुनरपि पृच्छतु भगिनि. गोपाय इति नूतनधातुः खलु गोपाय इति नूतनधातुः इदानीं तत्र अस्ति इदानीं कर्तृार्थके सार्वधातुके प्रत्यये परे शप्रत्ययः विधीयते इति उक्तं कुत्र अस्ति सार्वधातुके प्रत्यये परे गोपा शप् प्रत्यये किमर्थं भवति तत्र कारणं वा गोपायतः शप्रत्ययः भवति वा गोपायतः कत्र शप् भवति भगिनि अत्र शप्रत्ययस्य कृते किम् अपेक्षितं धातुः केवलं धातुः समये पर्याप्तं वा षित् षित् भवति कर्तृत्री भवत्याः प्रश्नः मया न अवगतम् इदानीं गोपाय इति धातुः अस्ति तस्मात् ते तस्मात् तत्र शप्रत्यय विधीयते वा गोपाय इति धातुतः कर्तरि शप् इति रूपेण तस्मात् शप् भवति शप्रत्ययस्य निमित्तं सार्वधातुकप्रत्यये परे सार्वधातुक कः कः प्रत्ययः सार्वधातुकः अस्ति अत्र आय भवितं तत्र आययोजनं भवितं तत्र तिप् तत्र अनन्तरं भवति प्रथमं तिप् आयाति ओ प्रथमं तिप् आयाति तस्मात् धन्यवादः भगिनि प्रथमं तिप् भवति सार्वधातुकप्रत्ययं तस्मात् कर्तरि शप् इति कारणेन शप् भवति क्षम्यताम् इति क्रमस्य तत्र यद्यपि अत्र न लिखितं परन्तु क्रमस्य चिन्तनम् अस्माकं मनसि भवेत् कर्त्रार्थे सार्वधातुकप्रत्यये परे इति उक्तं गोपाय यदि धातुः एव इदानीम् अस्ति तर्हि कर्तार्थकसार्वधातुकप्रत्ययः कः इति मनसि क्रमं सर्वदा मम मनसि अपगच्छति मनसः अपगच्छति चित् भवति प्रथममिति किमर्थम् अपगच्छति इति चेत् तत्र वयं किं कुर्मः इति चेत् अस्माकं सौलभ्यार्थं वयं वदामः अङ्गं किम् इति वयं प्रथमं वदामः अङ्गमस्ति तदानीं तिङ् प्रत्ययं योजयामः इति अस्माकं सौलभ्यार्थं मनसि रूपं झटिति आगच्छेत् इति कृत्वा तथा वयं चिन्तयामः खलु अङ्गं किं शप्रत्ययं योजयामः तदनन्तरं परन्तु शास्त्रीयक्रमः किम् इति तत्र मनसि भवेत् शास्त्रीयक्रमः धातुतः लट् प्रत्ययः विधीयते लटः स्थाने तिङ् प्रत्ययः आयाति तत्पश्चात् तिङ् प्रत्ययः कर्त्रार्थकः अस्ति सर्वधातुकः शप्रत्ययः अस्तु इदानीम् अग्रे वदतु इति गोपाय इति अतो गुणे इति भवति अत्र अतो गुणे भवति प्रतिपादयतु अत्र अतो गुणे इति सूत्रस्य निमित्तं किं कथम् अस्ति इति प्रतिपादयतु अकारान्तात् परे गुणे परे गुण सम्यक् वर्णे परे अदेङ्गुणः इति अ ए ओ परे अकारान्तात् इति उक्तं वा अतो गुणे इति सूत्रे अदन्तात् किल ह्रस्वकारात् अत्र अस्ति तथा गुणवर्णे परे पररूपम् एकादेशः अत्र योगः अ एव तस्मात् पररूपम् अ एव गोपाय अ योगः ति गोपायति गोपाय इत्यत्र यः अन्ते यः अकारः अस्ति सः ह्रस्व अकारः अतः अदन्तात् तदनन्तरं शप् इति प्रत्ययः अकारः सः गुणसंज्ञकः इति कृत्वा पूर्वपरयोः पररूपादेशः गुणसंज्ञकवर्णः एव आदेशः अतः अकारः योगः आकारः तु तत्र दीर्घ अकारः अकारसवर्णे दीर्घः इति सूत्रम् तत्र न भवति अस्तु एवमेव गूपायति तत्र पुगन्तलघुपदस्य न भवति किमर्थम् इत्युक्ते लघु उपधा नास्ति दीर्घ उकारः अस्ति गूप् आय गूपाय तदनन्तरं एकक्षणं किमर्थं गूप् इति वदति धूप् खलु धूप् धूपं धूप् धूप् धूप् इति पुगन्तलघुपदस्य न भवति धूप् धूपाय न भवति धूप् आय धूपाय तदनन्तरं शप् योगः ती योगः भवति प्रथमं थी इति सार्वधातुकप्रत्यय इत्युक्त कारणेन कर्तत्रय कर्तरि शप् भवति धूपाय योगः शप् योगः ति धूपायति समानक्रमेण पण् धन्यवादः अन्यकोऽपि अन्यकोऽपि वदतु भवती अवगतवती इदानीं तत्र किं विनय महोदय वदति वा पण् धातुः आं भगिनि पण् धातु अत्र पण् योग आय अतः पण् योग आय पणाय अङ्ग भवति पणाय अङ्ग तदनन्तरं लट् विवक्षा कारणेन तिङ् प्रत्यय आयाति पणाय अङ्गं भवति वा धातुः भवति वा अत्र सनादिधातुः अस्ति सनादिधातुः अस्ति परन्तु य कारणेन अङ्ग् अस्ति पणाय अन्तः अङ्ग् अस्ति तदनन्तरं तिङ् प्रत्यय आयाति एकक्षणम् अत्र किञ्चित् स्पष्टता आवश्यकी अस्ति पण्योगः आय् इदानीम् आय् प्रत्ययस्य कृते पण् इति अङ्गमस्ति यदा पण् अपि च आय् वयं योजयामः चेत् पणाय इत्यत्र केवलं धातुसंज्ञा एव अस्ति पणाय इति धातुः एव अङ्गं नास्ति यदा तत्र पणाय इत्यस्मात् यदा तिङ् प्रत्ययः आयाति तदानीं पणाय इति अङ्गम् केवलं पणाय इति वदति चेत् तत् अङ्गं नास्ति प्रत्ययः अपेक्षितः प्रत्ययः अस्ति चेदेव अङ्गं भवति खलु तदनन्तरम् आय आयाति तदर्थं पणाय भवति परन्तु पणाय धातुः अस्ति परन्तु तेन कारणेन अङ्ग अस्ति परन्तु पणाय धातुः अस्ति नवीनधातुः अस्ति पणाय अङ्गस्ति तेन कारणेन अङ्ग अस्ति तर्हि पणाय योगति पणायति भवति परन्तु अत्र भवादिगण अथ शप् अपि आयाति यदि शप् आयाति तु अ अपि आयाति अतः यदि अ आयाति तथि य हलन्तयोग अ शप् अपि च अस्ति तथा अतो गुणे आधारेण गुण भवति अदेन गुणः अपि गुण अस्ति अतो गुणे तु अहं अतो गुणे तु अहं अवदत् परन्तु अहं केवलं वदामि अधो गणे कारणेन अगुण अस्ति अधेन् गुणः इत्यनेन गुणसंज्ञा भवति इति वदति वा समीचीनं तर्हि पणायति इति रूपमस्ति समीचीनं तर्हि एवमेव पण् धातोः किं भवति पन् धातु न हलन्त नकार पन् धातुः अत्र समानतया यदि वयं व्यवहारे वदामः अन्यविषयः परन्तु पन् अपि पनाय भवति पनाय अपि सनाति भवति तदनन्तरं तिङ् प्रत्यय आयाति तदनन्तरम् अङ्ग भवति तर्हि पनायति भवति विच्छ धातुः कोऽपि विच्छ धातु विच्छायति कथं भवति, परन्तु अत्र परन्तु विच्छ धातु तद् भवादिगणे अपि भवति केवलं तुदादिगणे न अत्र तुदादि तुदादिगणे तुदादिगणे एव अस्ति धातुः, परन्तु तत्र आयप्रत्ययः आदौ भवति. आय भवति तर्हि तर्हि अत्र विच् अस्ति या विच्छि अस्ति केवलं विच् विच् विच् धातु यदि विच् धातु अस्ति तर्हि अत्र कोऽपि छ हलन्त नास्ति विच् अस्ति अकारः अनुनासिकः अस्ति विच्छ इत्यत्र विच्छा इति औपदेशिकधातुः चकार उत्तरवर्ति अकारः अनुनासिकः अतः तस्य अतः यदि अनुनासिक अस्ति तर्हि एव इत् भवति तर्हि विच् हलन्त भवति छ हलन्त भवति यदि छ हलन्त भवति तर्हि पञ्चमान आयाति यदि आयाति तर्हि विच्छाय नवीन धातु भवति तदनन्तरं ते आयाति अङ्ग भवति विच्छायति भवति अथवा विच्छाय योग शप् योगति शब्द न शब्द के केवलं यदि भवादिगणे भवादिगणे यदि गण भावादिगण अस्ति तर्हि शप् आयाति न यद्यपि अत्र धातुः तत्र मूलधातुः तु दादिगण्या इति उक्तमस्ति परन्तु तत्र नित्यम् आयप्रत्ययः भवति खलु सार्वधातुकप्रकरणे नित्यम् आयप्रत्ययः भवति अतः विच्छाय इति नूतनधातुः अस्ति विच्छाय इति इदानीं भुवादिगणे नास्ति विच्छाय इति धातुः कस्मिन्नपि गणे नास्ति कस्यामपि गणे नास्ति परन्तु कर्तरि शप् इति तत्र अत्र स्पष्टतया तुदादिगणधातुः अस्ति अत्र भवादिगणधातुः नास्ति यदि भवादिगण नास्ति तर्हि विकर्ण शप् नायाति न न एक एकक्षणम् अत्र पश्यतु कर्तरि शप् इति सूत्रे भुवादिगणे अस्ति चेदेव शप् भवति इति न उक्तं कर्तरि शप् इति सूत्रे तु गणनिर्देशः नास्ति कर्तरि शप् इति सूत्रे भुवादिगणीयधातुभ्यः शप् प्रत्ययः भवति इति न उक्तं तर्हि सामान्यतया धातुभ्यः शप् प्रत्ययः भवति इति उत्सर्गरूपेण उक्तमस्ति अतः यः कोऽपि धातुः भवतु तत्र शप् प्रत्ययस्य प्रसक्तिः अस्ति सर्वेभ्यः धातुभ्यः शप् प्रत्ययस्य प्रसक्तिः अस्ति परन्तु तस्य अपवादरूपेण गणनिमित्तिकविकरणप्रत्ययः तत्तद्गणीयविकरणप्रत्ययः तत्र आयान्ति तर्हि तत्र भक्ति अत्र पितृव न भवति तदादिगणे अत्र केवलं श अस्ति शविकरण अस्ति आयाति न न परन्तु एतेभ्यः अत्र सूत्रमस्ति खलु गुपूदूप इच्छपणिपणिभ्यः आय इति सूत्रेण आयप्रत्ययः नित्यरूपेण भवति यदा आयप्रत्ययः आयाति तदानीं नूतनधातुः लभ्यते नूतनधातुः लभ्यते चेत् तदानीं तुदादिगणः इति वक्तुं न शक्यते नूतनधातुः अस्ति चेत् तत्र कर्तरि शप् डिफाल्ट् रूपेण आयाति तावदेव तर्हि किमर्थं तुदादिगणे स्थापितः इति प्रश्नः अस्ति तत् पश्यामि किमर्थं तुदादिगणे स्थापितः इति प्रश्नः अस्ति तर्हि अस्मात् धातुतः आयप्रत्ययः सर्वदा भवति चेत् किमर्थं तुदादिगणे स्थापितं भगिनी एकः प्रश्नः अस्ति आयप्रत्ययस्वार्धे अस्ति चेत् तदादि द्वादिगणे निर्मितमस्ति खलु भुवादिगणे निर्मितमस्ति इत्युक्ते किं स्वार्थे अस्ति गुप्पपि स्वार्थे अस्ति चेत् आतिदेशिकधातुः अस्ति वा आतिदेशिकधातुः तु अस्ति सनादिप्रत्ययेषु आयप्रत्ययः अन्यतमः अस्ति अत्र अष्टाध्यायीम् एकवारं पश्यामः अष्टाध्यायीं कृपया उद्घाटयन्तु तत्र तृतीयपादे भगिनि धातु तत्र विच् इति अस्ति न तु विच् विच् तत्र तत्तु तुगागमः भवति तत्कारणं प्राय विच् इति भवति तत्तु सत्यं विच् इति अस्ति तत्र विच् इति उक्तमस्ति परन्तु अत्र अत्र मम तु तत्र प्रश्नः भवति यतोहि तत्र ह्रस्वस्वरस्य अनन्तरं चकारः अस्ति चेत् औपदेशिकरूपे अपि चकारः स्यात् किमर्थं तत्र न स्यात् तत्र विच् इति एव निर्देशः स्यात् विच् ष्टा इति धातुः यथा ष्टा इत्यत्र ष्टुत्वं कृतमस्ति ष्टा इत्यत्र एवमेव अत्रापि विच् इत्यत्र तत्र तुगागमः स्यात् विच् इति स्यात् अस्तु यत्किमपि भवतु तुगागमः आयाति तत्र इति जानीमः इदानीम् अष्टाध्यायीं पश्यन्तु एकवारं तुगागमः अन्ते आयाति किमर्थम् अन्ते आयाति षष्टाध्याये अस्ति खलु औपदेशिकरूपं तु विच् इति एव अस्ति विच् न अहं किं वदामि अहं किं वदामि इति चेत् अस्तु अत्र विच् इति भवतु अहं किं वदामि इति चेत् ष्टा धातोः निर्देशः तत्र तु ष्टुत्वं कृत्वा प्रदर्शितमस्ति खलु ष्टा इति तिष्ठति इत्यस्य ष्टा इति धातुः अस्ति तत्र ष्टुत्वं कृत्वा प्रदर्शितमस्ति तर्हि ष्टुत्वं तु त्रिपाद्याम् अस्ति अन्ते भवति इति यदा भवती वदति तत् समीचीनं परन्तु अत्र तु विच्छ इत्यत्र तु तुगागमः चेच इति सूत्रं तु षष्टाध्याये अस्ति अतः किमर्थं तत्र औपदेशिकरूपे न स्यात् तदपि न प्रदर्शितं भवतु न प्रदर्शितं भवतु परन्तु मम प्रश्नः अस्ति कन्सिस्टेन्सि नास्ति इति वेच्छ इति भवति खलु भुआदिगणे भवति चेत् किं भुआदिगणे वेच्छ इति भवति अत्र विच् इति एव अस्ति अनन्तरं वेच् इति कथं भवति उपधायां दीर्घ इकारः अस्ति इति औपदेशिकरूपे तु चकारः नास्ति औपदेशिकरूपे चकारः नास्ति परन्तु भुवादिगणे अस्ति चेत् वेच्छ इति कथं भवति परन्तु आयप्रत्ययः प्रथमं भवति खलु आयप्रत्ययः प्रथमं भवति तर्हि आयप्रत्ययः भवति चेत् तत्र गुणः भवति खलु गुणः सम्भवति खलु तत् कारणमेव तुदादिगणे दत्तमस्ति न तुदादिगणे दत्तमस्ति चेत् तत्र तु तुगागमः भवति एव खलु तर्हि कथम् उपधायाम् इक् वर्णः इति वदति तुदादिगणे शप् प्रत्ययेन शप् न शप् इत्यस्य प्रसङ्गः एव नास्ति प्रथमतया आयप्रत्ययः आयाति खलु आयाति आम् आम् आम् आयप्रत्ययः प्रथमतया आयाति आयप्रत्ययः यदा आयाति इदानीं तत्र तुगागमः प्रथमतया भवति इदानीं पश्यतु विच् इति धातुः अस्ति तुगागमः नास्ति विच् धातुः योगः आयप्रत्ययः आयप्रत्ययः अर्धधातुकप्रत्ययः अतः गुणः सम्भवति उगन्तलघुपदस्य च इति गुणः स्यात् परन्तु गुणं प्रबाद्य चेच इति सूत्रेण तुगागमः भवति यतोहि अन्तरङ्गमस्ति तुगागमः तुगागमस्य निमित्तं बहिः नास्ति अन्तरङ्गत्वात् तुगागमः प्रथमतया भवति अतः विच्छ योगः आय विच्छाय इति भवति तत् तदानीं यदा तुगागमः प्रथमतया आयाति तदानीं गुणस्य प्रसङ्गः एव नास्ति तर्हि अत्र अष्टाध्याय्यां तु तत् छेच इति विच्छाय इति कृत्वा अनन्तरं शप् प्रत्ययः विधीयते अनन्तरं छेच इति दत्तमस्ति तद्दोषाय प्रायः अत्र आयप्रत्ययः कृत्वा तदनन्तरं तत्र किं कृतं तदनन्तरं तत्र अन्ते तत्र छेच इति उक्तं वा छेच इति अन्तरङ्गमस्ति अतः प्रक्रियायां तत्र अष्टाध्यायी डाट् काम् मध्ये भगिनी वदन्ति अस्ति अष्टाध्यायी डाट् काम् अस्तु इदानीं तत्र किञ्चित् तत्र अष्टाध्यायं प्रति गच्छामः वा त्रिपञ्चाशत्तमे पृष्ठे 53 इति पृष्ठे पश्यामः चेत् पुस्तके अत्र गुप्तिचिकित्भ्यः सन् इति सूत्रं पश्यति वा सनादयो धातुप्रत्ययाः पश्यन्ति वा लक्ष्मी भगिनी पश्यति वा आं भगिनि अस्तु तत्र गुप्तिचिकित्भ्यः सन् इति अस्ति तत्र सन्प्रत्ययः सन्प्रत्ययस्य सूत्रमस्ति तदनन्तरं किमस्ति क्यच् प्रत्ययः अस्ति क्यच् प्रत्ययः क्यच् प्रत्ययः तदनन्तरं क्यङ्ग् तदनन्तरं काम्यच् क्यङ्ग् क्यश् क्यच् निङ्ग् निच् यङ्ग् तदनन्तरं तत्र आयप्रत्ययः अस्ति वा अन्ते निच् प्रत्ययस्य अनन्तरं यक् प्रत्ययः अनन्तरम् अयप्रत्ययः अष्टविंशतितमे सूत्रे आयप्रत्ययः आयप्रत्ययः धातोः इत्यस्य अधिकारे अस्ति अतः अर्धधातुकप्रत्ययः अस्ति अर्धधातुकप्रत्ययः अस्ति इति कृत्वा अत्र ये ये प्रत्ययाः इदानीं पठिताः अत्र यदा ते प्रत्ययाः धातुभ्यः विधीयन्ते तदानीं नूतनधातुः लभ्यते सनाद्यन्ता धातवः इति सूत्रेण अतः आयप्रत्ययः यदा निच् प्रत्ययः विधीयते यथा तदानीं नूतनधातुः लभ्यते एवमेव आयप्रत्ययः विधीयते चेत् नूतनधातुः लभ्यते अवगतम् आयप्रत्ययस्य अर्थः किमपि अस्ति वा भगिनि अत्र केवलं स्वार्थे स्वार्थे इति उक्तं खलु स्वार्थे आयप्रत्ययस्य सर्वत्र सर्वत्र सर्वत्र नास्ति अत्र विशिष्टसूत्रेण विहितः अस्ति अत्र एव भवति अन्यत्र कुत्रापि नास्ति सर्वत्र इति नास्ति आयप्रत्ययः अत्र केवलं एतैः पञ्चधातुषु एव विधीयते वा एतेभ्यः पञ्चधातुभ्यः एव आयप्रत्ययः अन्यत्र कुत्रापि नास्ति अवगतं वा एकमेव सूत्रमस्ति सर्वेभ्यः धातुभ्यः आयप्रत्ययः भवति इति नास्ति यथा निच् प्रत्ययः प्रेरणार्थे निच् सर्वेभ्यः धातुभ्यः भवति तथा अत्र नास्ति भगिनि भवती उक्तवती आयप्रत्यय अपि सन्प्रत्यय इति तत्र द्वादश सन्प्रत्ययाः सन्ति खलु सन्प्रत्ययः इति न न उक्तं तत्र सनादिप्रत्ययः इति वदामः खलु सनादिप्रत्ययः तेषु क्षम्यतां सनादिप्रत्ययः द्वादश सनादिप्रत्ययः प्रत्ययाः सन्ति तेषु आयप्रत्ययः एकः अस्ति इति वदति किं सत्यं अस्तु किन्तु आयप्रत्यय सर्वेषु धातु सर्वेभ्यः धातुभ्यः न विधीयते पञ्च धातुभ्यः एव विधीयते सत्यम् आम् किञ्चित् स्पष्टं वा अस्तु इतोपि तत्र किम् अवशिष्टम् स्पष्टतायार्थं तथा किमपि नास्ति किन्तु इट्स् आल् सीपिङ्ग् इन् ओके प्रायः अत्र दोषः अत्र प्रश्नः अस्ति वा इति तदर्थं पृष्टवती अत्र तत्र किमपि प्रश्नः अस्ति वा इति तदर्थम् अस्ति किं विजयलक्ष्मी भगिनी संस्कृतभाषायां सर्वदा प्रायः इति वक्तव्यं खलु प्रायः स्पष्टम् You are fully sanskritized. अस्तु तर्हि इदानीमपि प्रश्नः अस्ति विच्छधातुः तुदादिगणे किमर्थं स्थापितम् इति तत् अनन्तरं पश्यामि किमर्थं स्थापितम् इति एतावद् न प्राप्तं किमर्थं स्थापितं तुदादिगणे इति पश्यामि तत्र मातुः पुस्तके कुत्रचित् अस्ति वा इति परन्तु इदानीम् अग्रे गच्छामः तत् अत्र स्पष्टता अस्ति चेत् अग्रे गच्छामः आयादय अर्धधातुके वा इति तत्र शुभभगिनी पठतु आं भगिनि आयादय आर्धधातुके वा इति सूत्रम् आर्धधातुकप्रत्ययस्य विवक्षायाम् आया आदयः प्रत्ययः विकल्पेन भवन्ति आयादौ त्रयः प्रत्ययाः अन्तर्भूताः आया यङ् निङ् इति आया आदिर्येषाम् आया आदिः येषां ते आयादयः आयादयः प्रथमान्तम् अर्धधातुके सप्तम्यन्तं वा अव्ययपदं त्रिपदमिदं सूत्रम् अत्र अर्धधातुके इति विषयसप्तमी अस्ति अतः अर्धधातुकस्य विषये अथवा अर्धधातुकस्य विवक्षायाम् इति अर्थः सूत्रं स्वयं सम्पूर्णम् आयादयः अर्धधातुके वा इति अग्रिमम् एकम् अस्ति तदपि पठित्वा वदामि वा भगिनि आम् आम् अर्धधातुकलकारेषु विकल्पेन आयप्रत्ययः यथा गुप् धातुः लृटि आयापक्षे गोपयिष्यति गोपायिष्यति क्षम्यताम् आया अभावे गोपिष्यति लिटि आयापक्षे गोपायाञ्चकार गोपायाञ्चकार आया अभावे जुगोप इति भवति तत्र आयादयः अर्धधातुके वा इति सूत्रम् अर्धधातुकप्रत्ययस्य विवक्षायां तत्र आर्ध आया आदयः प्रत्ययः विकल्पेन भवन्ति इति अर्धधातुकप्रत्ययस्य विवक्षायाम् एव भवन्ति इति आया आदयः प्रत्ययः इति प्रथमम् उक्तं तत् तदपि विकल्पेन अपि च आयादयः इति किम् इत्युक्ते तत्र त्रयः प्रत्ययः सन्ति आयादयः इत्यस्मिन् आया इयङ् निङ् इति अधुना तत्र अष्टाध्यायी इति पुस्तके दृष्टवन्तः आया आदिः येषां ते आयादयः इति भवन्ति यथा तत्र ओ आदिः येषाम् आयादयः अस्तु तत्र आया इति अन्ते कृतवन्तः पूर्वम् आयादयः प्रथमान्तम् अर्धधातुके सप्तम्यन्तं वा अव्ययपदं त्रिपदमिदं सूत्रं तत्र अर्धधातुके इति तस्य पञ्चमीविभक्तिः नास्ति तत्र विषयसप्तमी एव अतः तत्र अर्धधातुकस्य विषये अथवा अर्धधातुकस्य विवक्षायाम् इति एव भवति अपि च सूत्रम् अनुवृत्तिसहितसूत्रवृत्तिः नास्ति तत्र सूत्रम् अन्ते आयादयः अर्धधातुके वा इति अर्धधातुकलकारेषु विकल्पेन अत्र यत्र अर्धधातुकलकारस्य विवक्षा भवति तत्र आयप्रत्ययः विकल्पेन भवति यथा अर्धधातुकलकारः तत्र लृट् लिट् इति तत्र नीतं यथा गुप् धातुं स्वीकृत्य लृट् विवक्षा अस्ति चेत् लृटि रूपाणाम् आयापक्षे यदा आया इति योजयामः गुप् इति धातोः परे तत्र गोपायिष्यति इति भवति भविष्यत्कालरूपम् अपि च आया इत्यस्य विवक्षा नास्ति चेत् गुप् इति धातुतः केवलं गोपिष्यति इति भवति तत्र रूपद्वयं किमर्थमित्युक्ते वैकल्पिकम् अस्ति गोपायिष्यति इति वैकल्पिकरूपं लिटि लिट् लकारस्य विवक्षा अस्ति चेत् आया इति योजयामः चेत् गुप् इति धातोः परं गोपायाञ्चकार इति भवति गोपायाञ्चकार अस्तु तत्र न अवगतं गोपायाञ्चकार इति आयरूपमस्ति तावदेव लिटि रूपं हा गोपायाञ्चकार इति रूपमस्ति तत्र गोपाया गोपाय इति धातुतः आम् प्रत्ययः भवति लिटि अनेकाश् धातुः अस्ति इति कृत्वा तत्र आय आम् प्रत्ययः भवति अतः तत्र गोपायाञ्चकार इति रूपम् अपि च आयस् आय इत्यस्य विवक्षा नास्ति चेत् तत्र जुगोपा इति रूपं भवति लिटि लिट् लकारे यथा तत्र जुगोप अस्तु समीचीनं तावदेव अवगतम् अत्र आयादय अर्धधातुके वा इति सूत्रस्य चिन्तनात् प्राक् विच्छयधातोः विषये स्पष्टता इदानीं किञ्चित् वदामि विच्छयधातोः मातुः पुस्तके तु टुक् सहितः एव प्रदर्शितः अस्ति विच्य गतौ इत्यत्र तुक् सहितधातुः एव प्रदर्शितः अस्ति. अयं धातुः तुदादिगणे एव पठितः इति कृत्वा यदा विच्छाय इति नूतनधातुः लभ्यते तदानीं तुदादिगणे अयं धातुः पठितः इति कृत्वा शपं प्रबाद्य तत्रापि श इति विकरणप्रत्ययः आयाति. विच्छाय योगः श, विचाय योगः श इति विकरणप्रत्ययः. तदानीं तर्हि श इति विकरणप्रत्ययः प्रत्ययः अस्ति चेत् अपि तत्र विच्छायति इति एव रूपम् अस्ति. तर्हि किमर्थं तुदादिगणे पठितः इति प्रश्नः इदानीम् अपि अस्ति. तस्य प्रश्नस्य उत्तरं किम् इति चेत् शत्रन्तरूपं विचाय इति धातुतः शत्रन्तरूपं स्त्रीलिङ्गे वयं चिन्तयामः चेत् तत्र रूपद्वयं सम्भवति. तुदादिगणीयधातुभ्यः रूपद्वयं सम्भवति खलु स्त्रीलिङ्गे. विचाययन्ती इति एकं रूपं, विचायन्ती इति एकं रूपं, विचायति इति अन्यत् रूपं. रूपद्वयं सम्भवति इति कृत्वा तुदादिगणे पठितः. अतः एव अत्र अस्माकं करपत्रे विच्छधातोः तुदादिगणे इति उक्त्वा तत्र प्रक्रिया न प्रदर्शिता. तत्र श इति विकरणप्रत्ययः आयाति. तुदादिगणीयकरपत्रे तस्य विषये वयं पश्यामः. परन्तु अहं वदामि अत्र तुदादिगणे पठितः इति कृत्वा तत्र श इति विकरणप्रत्ययः आयाति. किमर्थं श इति विकरणप्रत्ययः, किमर्थं तुदादिगणे पठितः इति चेत् तत्र शत्रन्तरूपे स्त्रीलिङ्गे रूपद्वयम् इष्यते, वैकल्पिकरूपद्वयम् इष्यते. वादिगणे अस्ति चेत् रूपद्वयं न सम्भवति, एकमेव रूपं सम्भवति. रूपद्वयं सिद्ध्यर्थं तुदादिगणे पठितः. अस्तु, तत्र स्पष्टता अस्ति वा? निच्छधातोः नूतनधातुगणे वा भगिनि? नूतनधातुः लभ्यते तदानीं तत्र तुदादिगणे पठितः इति कृत्वा श इति विकरणप्रत्ययः भवति. इत्युक्ते नूतनधातुः तुदादिगणे अस्ति इति मन्तव्यम्. अन्येषां चतुर्णां भ्वादिगणे भ्वादि नास्ति, शप् इति आयाति. परन्तु विच्छाय इत्यस्य तुदादिगणे पठितः इति कृत्वा श इति आयाति, तदेव वा? सत्यं सत्यं, श इति आयाति. किमर्थं तुदादिगणे पठितः? अन्येषां तत्र धातूनां आदिदेशिकधातूनां तादृशव्यवहारः नास्ति खलु. तत्र सर्वत्र कर्तरि शप एव आयाति. किमर्थम् अत्र एव इति चेत् अत्र विशिष्टः अस्ति, यतोहि शत्रन्तरूपे स्त्रीलिङ्गे रूपद्वयम् इष्यते इति कृत्वा. अस्तु, एकक्षणं, लक्ष्मी भगिनी वदतु. तदेव भगिनी, नूतनधातुः इति कृत्वा शपेव आयाति खलु इति प्रश्नः तदेव. शपेव आयाति सामान्यतया, परन्तु अत्र विशिष्टः अस्ति, यतोहि रूपद्वयम् इष्यते इति कृत्वा तुदादिगणे पठितः आयप्रत्ययः यद्यपि आयाति तथापि तत्र तुदादिगणे पठितः. किमर्थं पठितः इति चेत् तत्र शत्रन्तरूपद्वयं प्राप्तम्. अस्तु, इदानीं शोभा भगिनी वदतु. किञ्चित् भ्रमः जातः तत्र अधुना. सन्नन्तधातवः सन्ति चेत् गणस्य चिन्तनं नास्ति इति समीचीनम् इति सर्वत्र नास्ति. परन्तु अत्र विशिष्टव्यवहारः विशिष्टः अस्ति. विच्छधातुः विशिष्टः अस्ति, तस्य कृते अपि एतादृशव्यवहारः एव स्यात्. परन्तु तुदादिगणे तत्र पाठितः अस्ति धातुः. वयं पश्यामः चेत् धातुपाठे विचधातुतः सर्वत्र आयप्रत्ययः भवति. तर्हि किमर्थं तुदादिगणे अयं धातुः स्थापितः इति प्रश्नः उदेति. तदर्थम् उत्तरं किम् इति चेत्, यद्यपि आयप्रत्ययः आयाति, नूतनधातुः अस्ति, तत्र गणस्य चिन्तनं सामान्यतया न भवति, तथापि अत्र अस्य विषये तुदादिगणे पठितः इति कृत्वा श इति विकरणप्रत्ययः आयाति. श इति विकरणप्रत्ययः आयाति, तर्हि विच्छायति इति रूपं. तर्हि किमर्थं तुदादिगणे पठितः इति चेत् शत्रन्ते स्त्रीलिङ्गे रूपद्वयं प्राप्तुम् इत्येव विषयः. नो चेत् रूपद्वयं न भवति. यथा तत्र पणायति इत्यत्र पणाय इति नूतनधातुः, तर्हि तत्र कस्मिन्नपि गणे नास्ति, अतः शप्रत्ययः विद्यते इति सामान्यव्यवहारः. सर्वत्र एव एतादृशव्यवहारः. सनादिप्रत्ययस्य योजनेन नूतनधातुः लभ्यते, तस्मात् तत्र शप्रत्ययस्य विधानं भवति इति सामान्यव्यवहारः. अत्रापि तथैव स्यात् इति वयं चिन्तयामः चेत् तर्हि विच्छधातुः तत्र विशेषतः तुदादिगणे पठितः. तर्हि किमर्थं तुदादिगणे पठितः? अन्ये सर्वे अपि द्वादिगणे सन्ति इति वयं वदामः. तर्हि किमर्थं विच्छधातः तुदादिगणे पठितः इति चेत् तुदादिगणे पठितः इति कृत्वा तत्र श इति प्रत्ययः एव आयति. तस्य प्रयोजनं किम् इति चेत् शत्रन्ते स्त्रीलिङ्गे रूपद्वयं प्राप्तुं विचायन्ति विचायति इति रूपद्वयं. यथा चल् धातुः तुदादिगणीयधातुः अस्ति, तस्यापि शत्रन्तरूपद्वयं सम्भवति. चलन्ति चलति इति रूपद्वयम् अस्ति, एवमेव अत्रापि. अवगतं शोभा भगिनि? आं भगिनि अवगतं, धन्यवादः. सुमन् भगिनि? इत्युक्ते तुदादिगणे तु तुदादिगणीयधातुः अस्ति चेत् तत्र स्त्रीलिङ्ग शत्रन्तरूपं द्वयं सर्वदा भवति किम्? सर्वदा अतः एव तुदादिगणे. इदानीं लिख् अस्ति, लिख् अपि तुदादिगणधातु खलु? सत्यं, लिखति. ओ अस्तु, ज्ञातवती. रूपद्वयम् अस्ति सर्वत्र. अस्तु, रूपद्वयमपि सम्यक्. रूपद्वयमपि सम्यक् तत्र अस्मिन् सन्दर्भे एकं भवेत्, अन्यस्मिन् सन्दर्भे अन्यत् भवेत् इति किमपि नास्ति. न, तत्र एकं सूत्रमस्ति, अचिनद्योर्नुम् इति सूत्रमस्ति. अचिनद्योर्नुम् इति सूत्रेण तत्र विकल्पेन नुमागमः भवति, तावदेव. एकत्र नुमागमः, अन्यत्र नुमागमः नास्ति. अतः एव रूपद्वयं, लिखन्ति लिखति इति रूपद्वयम्. अस्तु, तर्हि इदानीम् आयादय आर्धधातुके वा. वस्तुतः इदं सूत्रम् अत्र न अपेक्षितं, यतोहि इदं सूत्रं तु अर्धधातुकप्रकरणे भवति. अस्य चिन्तनं अर्धधातुकप्रकरणे भवति. इदानीं तु अस्माकं चिन्तनं सार्वधातुकप्रकरणस्य विषये अस्ति, अतः अस्य सूत्रस्य आवश्यकता नास्ति. तथापि अस्माकं करपत्रे लिखितमस्ति इति कृत्वा किञ्चित् वयम् अवगच्छामः. तर्हि आयादय आर्धधातुके इति सूत्रेण आयादयः इत्यनेन तत्र इदानीमेव अष्टाध्यायम् अस्माभिः दृष्टं. तत्र आयप्रत्ययः गुपुधूपविच्छपणिपणिभ्यः आय इति सूत्रेण आयाति. आयादयः इति उक्तत्वात् आय् इति प्रत्ययस्य अनन्तरं ये प्रत्ययाः सन्ति, इयङ् अनन्तरं निङ् अष्टाध्यायं पश्यन्ति चेत् 54 पृष्ठसङ्ख्या 54 तत्र आयप्रत्ययस्य अनन्तरम् इयङ् प्रत्ययः अस्ति, णिङ् प्रत्ययः अस्ति, तस्य अनन्तरं तत्र आयादय अर्धधातुके वा इति सूत्रमस्ति. पश्यन्ति वा? आं भगिनि. आं भगिनि. हा, तर्हि आयादयः इति वदामः चेत् आयादयः के इति चेत् आयप्रत्ययः, इयङ् प्रत्ययः, णिङ् प्रत्ययः, एते त्रयः प्रत्ययः यदा विधीयन्ते ते यत्र अर्धधातुकप्रत्ययः अस्ति धातुतः आर्धधातुकप्रत्यय एते आयादयः प्रत्ययाः विशिष्टसूत्रेण विहिताः. तत्र आयप्रत्ययः पञ्चभ्यः धातुभ्यः विद्यते, गुपुधूपविच्छपणिपणिभ्यः आय इति सूत्रेण आयप्रत्ययः विद्यते, ऋतेर्यङ् इति सूत्रेण इयङ् प्रत्ययः विद्यते. तत्रापि विशिष्टधातुतः एव इयङ् प्रत्ययः. कमेर्णिङ् इति सूत्रमपि तत्र कमु धातोः एव णिङ् प्रत्ययः. अतः विशिष्टधातुभ्यः एते त्रयः प्रत्ययः भवन्ति. यदा एते त्रयः प्रत्ययः आयान्ति, नूतनधातुः लभ्यते. तस्मात् यदा आर्धधातुकप्रत्ययस्य विवक्षा अस्ति, इत्युक्ते प्रथमतया धातुः अस्ति, धातुतः आयप्रत्ययः वा भवति, इयङ् प्रत्ययः वा भवति, णिङ् प्रत्ययः वा भवति, नूतनधातुः लभ्यते, तदानीं तत्र नूतनधातुतः आर्धधातुकप्रत्ययं योजयितुम् इच्छामः. आर्धधातुकप्रत्ययः यः कोऽपि किञ्चित् भिन्नः, इत्युक्ते तत्र तप्रत्ययः भवतु, तवतु प्रत्ययः भवतु, तादृश यः कोऽपि प्रत्ययं योजयामः चेत् तदानीं तत्र आयप्रत्ययः विकल्पेन भायाति. यत्र अस्माकम् आर्धधातुकप्रक्रियायाः विवक्षा अस्ति, अस्मिन् सूत्रे आयादय आर्धधातुके वा इति उक्तम्. आर्धधातुके इत्यत्र अत्र परसप्तमी नास्ति, आर्धधातुके प्रत्यये परे इति नास्ति, आर्धधातुकप्रत्ययविवक्षायाम्. इदानीं मम पुरतः गुप् धातुः अस्ति, गुप्तातुः अस्ति चेत् प्रथमतया ऐ प्रत्ययः आयाति, तर्हि गोपाय इति धातुः लब्धः. इदानीं गोपाय इति धातोः यदि अहं मम मनसि चिन्तयामि गोपाय इति धातुतः तप्रत्ययं तप्रत्ययस्य रूपम् इदानीम् अहं प्राप्तुम् इच्छामि, तप्रत्ययस्य रूपं प्राप्तुम् इच्छामि, इदानीं तादृश इच्छा अस्ति चेत् तदानीं विवक्षा अस्ति, मम विवक्षा अस्ति, आर्धधातुकस्य विवक्षा अस्ति, तदानीं तत्र तादृशविवक्षायां तत्र रूपद्वयम्, एकत्र आय् प्रत्ययः भवति, अन्यत्र आय् प्रत्ययः न भवति, आय् प्रत्ययः विकल्पेन भवति आर्धधातुकप्रत्ययस्य विवक्षायाम्. अवगतं वा? अस्तु अस्तु. तर्हि तत्र आयादय आर्धधातुके वा इति सूत्रं किं वदति इति चेत्, यत्र आय् प्रत्ययः णिङ् प्रत्ययः अथवा इयङ् प्रत्ययः धातुभ्यः विधीयते, अपि च यदा अस्माकं विवक्षा अस्ति आर्धधातुकप्रक्रियायाः विवक्षा अस्ति, तदानीम् आय् प्रत्ययः विकल्पेन भवति, एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति. तर्हि गुप् धातुतः आय् प्रत्ययः भवति चेत् गोपाय इति धातुः लभ्यते, यदि आय् प्रत्ययः न भवति तदानीं गुप् धातुः तथैव तिष्ठति, गुप् इत्येव तिष्ठति. तर्हि तदानीं तत्र तत्पश्चात् अर्धधातुकप्रत्ययं वयं योजयामः. तदर्थम् अत्र उदाहरणं दत्तमस्ति लृट् लकारस्य. तर्हि गुप् धातुतः आय् प्रत्ययः भवति चेत् गोपाय इति धातुः, गोपाय इति धातुः, तदानीं तत्र लृट् लकारे स्य इति प्रत्ययः अस्ति खलु, स्य इति प्रत्ययः, यदा पठिष्यति गमिष्यति सर्वत्र स्य इति प्रत्ययः अस्ति, तत्र स्य इति प्रत्ययः विधीयते चेत् तदानीं गोपाय योगः स्य योगः ति, स्य योगः ति, तत्र गोपायिष्यति इति रूपं, तत्र इडागमः अपि भवति गोपायिष्यति. तर्हि तत्र किमर्थं तत्र विकल्पेन आय् प्रत्ययः भवति इति उक्तम् इति चेत् स्य प्रत्ययः आर्धधातुकप्रत्ययः अस्ति, स्य प्रत्ययः आर्धधातुकप्रत्ययस्य विवक्षा, गुप्तातुतः आर्धधातुकप्रक्रियायाः विवक्षा इत्युक्ते लृट् लकारः यत्र स्य प्रत्ययः भवति आर्धधातुकस्य विवक्षा अस्ति, तदानीं रूपद्वयं सम्भवति, गुप्तातुतः आय् प्रत्ययः एकवारं भवति एकस्मिन् पक्षे, अन्यस्मिन् पक्षे आय् प्रत्ययः न भवति, न भवति चेत् गोपिष्यति इति रूपं सम्भवति. एवमेव अन्यत्र आर्धधातुकप्रक्रियायां तप्रत्ययः भवतु तवतु प्रत्ययः भवतु यः कोऽपि प्रत्ययः भवतु यः कोऽपि आर्धधातुकप्रत्ययः भवतु सर्वत्र विकल्पेन भवति, परन्तु सार्वधातुकप्रकरणे तु नित्यमेव भवति, सार्वधातुकप्रक्रियायां तु नित्यं भवति, यथा लट् लोट् लङ् विधि लिङ् शत्रु शानज् एतादृशप्रत्ययाः सन्ति चेत् तत्र तु नित्यमेव भवति आर्धधातुकप्रक्रियायां विकल्पेन भवति. तावदेव. भगिनि प्रत्ययः अस्ति चेत् गोपायतः अथवा गुप्तः भवति वा? गुप्ततुतः तप्रत्ययः अस्ति चेत् तत्र तप्रत्ययः अस्ति चेत् गुप्तः इति रूपम् एकस्मिन् पक्षे, गोपाय इति अस्ति चेत् गोपायतः गोपायतः इति तादृशरूपम्. धन्यवादः भगिनि. अस्तु, इदानीम् आयादय आर्धधातुके वा इति सूत्रं स्पष्टतया न अवगतं चेत् नास्ति चिन्ता, यतोहि प्रासङ्गिकं नास्ति अत्र, आर्धधातुकप्रकरणस्य विषयः अस्ति, सार्वधातुकप्रकरणे अस्य चिन्ता नास्ति. आर्धधातुकप्रक्रियां यदा वयं कुर्मः तदानीम् इदं सूत्रमस्ति इति मनसि स्थापयामः चेत् पर्याप्तम्. अग्रे गच्छामः वा? अस्तु, इदानीम् अग्रे णिङ् प्रत्ययः इति तत्र शुभदा भगिनी पठति वा? आं भगिनि. णिङ् प्रत्ययः कमेर्णिङ् तृतीये अध्याये प्रथमे पादे त्रिंशत्तमं सूत्रं कमुकान्तौ इच्छार्थे इत्यस्मात् णिङ् प्रत्ययः भवति स्वार्थे. कमेः पञ्चम्यन्तम् अणिङ् प्रथमान्तं द्विपदविधं सूत्रं स्वयं सम्पूर्णं कमेः अणिङ्. अणिङ् प्रत्यये णकार ङकारयोः इत्संज्ञा इ इति अवशिष्यते. ङित् इत्यनेन आत्मनेपदं भवति. णित् इत्यस्मात् अत उपधायाः इत्यनेन उपधाभूतस्य अकारस्य वृद्धिः भवति. कमु कम् इति भवति, कमेर्णिङ् इत्यनेन कम् योगः इ, अत उपधायाः इत्यनेन कामि, कामि योगः शप्, गुणः भूत्वा कामे अ, कामय कामयते. आर्धधातुकलकारेषु आयादयः आयादय आर्धधातुके वा इत्यनेन विकल्पेन णिङ् प्रत्ययः, यथा लृटि णिङ् पक्षे कामयिष्यते, णिङ् अभावे कमिष्यते इति भवति. अत्र णिङ् इति प्रत्ययस्य विषये कमेर्णिङ् इति सूत्रमस्ति. कमु कान्तौ इति धातुः इच्छार्थे, इच्छा इति अर्थे, तत्र कमु धातोः णिङ् प्रत्ययः भवति स्वार्थे. तस्य धातोः स्वस्य अर्थे णिङ् इति प्रत्ययः तत्र भवति. कमेर्णिङ् इति सूत्रे कमि इति धातुनिर्देश धातुनिर्देशः कृतमस्ति. इक्ष्टिपौ धातुनिर्देशे इति सूत्र इति सूत्र सूत्रात् इका इका निर्दिष्ट क्षम्यताम् वार्तिकात् इति वार्तिकात् क्षम्यता इति वार्तिकात् कमि इति इका निर्दिष्टः धातुनिर्देशः कृतमस्ति. अतः कमि तस्य कमि इति अधुना प्रातिपदिकं भवति, तदनन्तरं तस्य पञ्चम्यन्तं रूपं कमेः इति भवति. कमेः नाम कमेः इति कम् इति धातु धातोः धातुतः णिङ् इति प्रत्ययः भवति इति अर्थः. सूत्रं स्वयं सम्पूर्णं कमेः णिङ्. अत्र णिङ् इति प्रत्यये णकार अपि च इकारयोः इत्संज्ञा भवति, इ इति अवशिष्टभागः. अत्र ङित् इति णकारस्य इत्संज्ञा भवति. कमु इति धातुः तस्य णकारस्य इत्संज्ञा भवति, तदनन्तरमेव कम् इति धातुः वयं प्राप्नुमः. अतः एकनिमिष भगिनि, अनुदात्तमित आत्मनेपदम् इति सूत्रेण तस्य आत्मनेपदी संज्ञा भवति. आत्मनेपदी आत्मनेपदीरूपाणि भवन्ति. अतः अधुना कम् योगः णिङ्, णिङ् इत्यस्मात् इ इति अवशिष्टभागः, कम् योगः इ. अत्र इ इत्यस्य अत उपधायः इति सूत्रेण उपधायाः यः अकारः अस्ति तस्य दीर्घः भवति, अतः काम् इति भवति. काम् योगः इ, कामि इति भवति. कामि इति अधुना सनाद्यन्तधातवः इत्यनेन तस्य सनादिधातुः इति संज्ञा भवति. तदनन्तरं तत्र शप् इति कर् इति विकरणप्रत्ययः आयाति. कामि योगः शप्, तत्र शप् इति गुणप्रवृत्तक शप् इत्यस्मात् गुणप्रवृत्तक गुणः गुणः भूत्वा कामे इति भवति. कामे योगः अ, तत्र एचो यवायावः इत्यनेन कामय कामयते इति अन्तिमं रूपं वयं प्राप्नुमः. अत्र आर्धधातुकलकारेषु आयादयधातु आर्धधातुके वा इत्यनेन णिङ् इति प्रत्ययः त्रयः प्रत्ययाः सन्ति, तस्मात् तेषु अन्यतमः अस्ति णिङ् इति प्रत्ययः. अतः लृटि आर्धधातुकलकारः लकाराः ये सन्ति तस्मात् लृट् लकारः इति अन्यतमः लकारः. लृटि आर्धधातुकलकारे एकस्मिन् पक्षे णिङ् भवति, एक अन्यस्मिन् पक्षे णिङ् न भवति. यत् यस्मिन् पक्षे णिङ् भवति तत्र कामय इति भवति, कामयिष्यते इति रूपं भवति. यत्र णिङ् इत्यस्य अभावः अस्ति तत्र काम कम् इत्यस्य कमि इति रूपं भवति. इष्यते इडागमः भूत्वा इष्यते इति रूपम्, अतः कमिष्यते इति रूपं रूपद्वयं वयं प्राप्नुमः. तावदेव समीचीनं, बहु समीचीनं, तथैव. कमेर्णिङ् इति सूत्रेण विशिष्टसूत्रेण केवलं कम् धातोः कमुकान्तौ इच्छार्थे धातुतः णिङ् प्रत्ययः भवति. णिङ् प्रत्ययः भूत्वा णिङ् णिङ् प्रत्ययः णित् अस्ति इति कृत्वा णित् निमित्तिककार्यं भवति. णित् निमित्तिककार्यं किम् इति चेत् अत उपादायाः इत्यनेन उपादायाः. अत्र अचोयणिति किमर्थं न आयाति? भवती वदतु, अचोयणिति इति सूत्रं किं वदति? अचोयणिति आल्सो णित्वत् भावः यदा भवति तदा वृद्धिकार्यं भवति. अचोयणिति कुत्र भवति वृद्धिकार्यं? तत्र अचोयणिति कुत्र भवति? अङ्गस्य भवति. अपेक्षितम् अजन्तमङ्गमस्ति चेत् अचोयणिति. अत्र कम् इति हलन्तमस्ति खलु. ओ अस्तु, अतः अचोयणिति नास्ति. अत उपादायाः इत्यनेन उपादायाः वृद्धिः. कम् योगः णिङ् णिङ् इत्यत्र इ इति अवशिष्यते. इ इति प्रत्ययः णित् अस्ति इति कृत्वा णित् प्रत्ययनिमित्तिककार्यमस्ति अत उपादायाः इत्यनेन. अत इत्यनेन तत्र उपादायां ह्रस्वकारः, उपादायां ह्रस्वकारः अस्ति चेत् तस्य वृद्धिः भवति. अतः तत्र कम् इति काम् इति भवति. काम् योगः इ कामी, कामी इति नूतनधातुः. तस्मात् तत्र ते इति प्रत्ययः, आत्मनेपदीप्रत्ययः, धातुः आत्मनेपदी इति कृत्वा आत्मनेपदप्रत्ययः आयाति. प्रत्ययं निमित्तीकृत्य शप्रत्ययस्य विधानं भवति. कर्तार्थकसार्वधातुकप्रत्ययः इति कृत्वा शप्रत्ययस्य विधानं. कमीयोगः शप् योगः ते. तत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणः कमे, कमे अनन्तरम् एचोयवायवः, कामे कामे कामय, कामय योगः ते कामयते इति रूपं. बहु प्रसिद्धरूपमस्ति कामयते इति रूपम्. तर्हि अत्रापि उक्तमस्ति आयादय आर्धधातुके वा इति सूत्रेण आर्धधातुकप्रक्रियायां विकल्पेन निङ् प्रत्ययः भवति. अतः एव लृट् लकारे रूपद्वयं सम्भवति. कामयिष्यते कमिष्यते इति रूपद्वयं सम्भवति इति उक्तम्. अस्तु, कामिष्यते भवति लिखितं भवति भगिनि, अभावे कामिष्यते न कमिष्यते, मुद्रणदोषः आसीत् परिष्कृतं कमिष्यते. अस्तु भगिनि, भगिनी उक्तवती आत्मनेपदी धातु इति, आत्मनेपदी कथं जानीमः इति सम्यक् न श्रुतवती भगिनी, पुनः वदति किम्? तत्र अत्र वस्तुतः कमुधातुः मूलधातुः आत्मनेपदीधातुः अस्ति. कमुधातुः मूलतः आत्मनेपदीधातुः अस्ति. यदा णिङ् प्रत्ययं योजयामः तदानीं तत्र किम् अस्ति, धातुः कामी इति धातुः अस्ति. कामी इति धातुः तत्र णकारः इत् नकारः इत् संज्ञा अस्ति खलु. णिङ् इति प्रत्यये कवर्गस्य पञ्चमवर्णः इत् संज्ञकः अस्ति, अतः णित् अस्ति. अनुदात्तनित आत्मनेपदम् इति सूत्रेण आत्मनेपदसंज्ञकः भवति धातुः. धन्यवादः. अस्तु, दिवादिगणीय इव श्यन् इति विकरणम् इति अस्ति, तत्तु अत्र लक्ष्मीभगिनी पठति वा? आं भगिनी पठामि. दिवादिगणीयः इव श्यन् इति विकरणं वा भ्राश भ्राश भ्रमु क्रमु क्लमु त्रसि त्रुटि लशः भ्राश भ्राश भ्रमु चलने क्रम क्लम त्रस त्रुट लश एतेभ्यः शन् विकल्पेन भवति कर्तृत्तके प्रत्ययपरे. भ्राशश्च भ्राशश्च भ्रमुश्च क्रमुश्च क्लमुश्च त्रसिश्च त्रुटिश्च लश्च तेषां समाहारद्वन्द्वः. भ्राश भ्राश भ्रमु क्रमु भ्रमु क्रमु क्लमु त्रसि त्रुटि लश् तस्मात् भ्राश भ्राश भ्रमु क्रमु क्लमु त्रसि त्रुटि लशः. वा अव्ययपदं भ्राश भ्राश भ्रमु क्रमु क्लमु त्रसि त्रुटि लशः पञ्चम्यन्तं. द्विपदम् इदं सूत्रं द्विवादिभ्यः शन् इत्यस्मात् शन् इत्यस्य अनुवृत्तिः, कर्तृशप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, प्रत्ययः परश्च इत्यनयोः अधिकारः, धातुरेखाचोहलादेक्रियासमभिहारे यङ् इत्यस्मात् धातुभ्यः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भ्राश् भ्राश् भ्रमु क्रमु क्लमु त्रसि त्रुटिलशः धातुभ्यः शन् प्रत्ययः परश्च वा कर्तरि सार्वधातुके. एतत् सूत्रं किं वदति इति चेत् वा भ्राश् भ्राश् भ्रमु क्रमु क्लमु त्रसि त्रुटिलशः इति सूत्रं वदति. भ्राश् भ्लाश् भ्रमु क्रम क्लम त्रस् त्रुट् लश् इतिभ्यः धातुभ्यः कर्तृत्तके प्रत्यये परे विकल्पेन शन् इति विकर्णप्रत्ययः भवति इति उक्तम्. यतोहि यद्दिवादिगणीयः धातवः नास्ति तथापि विकल्पेन शन् प्रत्ययः विधीयते इति उक्तं. तदपि कर्तृत्तकप्रत्यये परे सार्वधातुक कर्तरि सार्वधातुके परे एव एतादृशं भवति इति निमित्तमपि अस्ति. तावदेव अत्र उक्तं भगिनि. सत्यम्. अत्र प्रत्ययेषु तत्र धातुषु तत्र कथं निर्देशः धातुषु भ्राश भ्राश क्रमो क्रमो केवलं त्रसि त्रुटि इत्यत्र इक्ष्तिपौ निर्दिष्टः अस्ति. अन्ये सर्वे इक् इक् प्रत्ययेन इक् प्रत्ययेन इक्ष्तिपौ निर्देशे इत्यनेन इक् प्रत्ययः निर्दिष्टः अस्ति. समीचीनं समीचीनं. तर्हि एतेभ्यः धातुभ्यः मूलतः तु शप्रत्ययः भवति, यतोहि एते धातवः वादिगणे सन्ति इति कृत्वा शप्रत्ययः भवति. परन्तु श्यन् अपि इष्यते, यतोहि अन्यत् अपि रूपमस्ति इति कृत्वा विशिष्टसूत्रं कृतं येन विकल्पेन श्यन् प्रत्ययः भवति. अस्तु, समीचीनं, धन्यवादः. इदानीम् अरविन्द महोदय अग्रे पठति वा? भगिनी, एतेषां श्यन् वादिगणे एव भवति वा द्विवादिगणे भवति वा? दिवादिगणे न भवति. यदि एते धातवः दिवादिगणे सन्ति चेत् तदानीं च्यन्तु तत्र भवति एव खलु. एते धातवः मूलतः भुवादिगणे एव सन्ति, अतः श्यन् न भवति एव. तदर्थं विशिष्टसूत्रं कृतं येन विकल्पेन श्यन् भवति. तर्हि रूपद्वयं भवति वा? रूपद्वयं भवति प्रत्येकस्य प्रत्येकस्य रूपद्वयं भवति सार्वधातुकप्रक्रियायां. महोदय, दुभ्राश्र दीप्तौ प्रकाशते, तत्र ब्राश् इति अनुबन्धलोपानन्तरं धातु, तत्र द्विवादिगणे स्वादिगणे भुवादिगणे शप् इति प्रत्ययः, एवं विकल्पेन श्यन् अपि अत्र सूत्रेण निर्दिष्टमस्ति इति कृत्वा ब्राश ब्राश्य इति अङ्गं सिद्ध्यते. तदनन्तरं तिङ् तिङ् योजन आत्मनिर्भदमस्ति कृत्वा भ्राश्यते भ्राश्यते इति रूपद्वयम्. एतावता ब्लाश् ब्लाश् अत्रापि दुभ्लाश्र दीप्तौ तदपि प्रकाशते इति अर्थे अस्ति. तत्रापि शप् एव शन् विकल्पेन रूपद्वयं दृश्यते, ब्लाश ब्लाश्य इति रूपद्वयं तिङ् योजनेन ब्लाश्यते ब्लाश् ब्लाशते ब्लाश्यते इति रूपद्वयं. भ्रमुचलने भ्रमणं करोति इत्यर्थे भ्रम इति उकारस्य लोश् अनुबन्धलोपानन्तरं भ्रम् इति भवति. तदनन्तरं शप् एवं शन् रूपद्वयस्य प्राप्ति सूत्र विशेषसूत्रेण भ्रम भ्रम्य इति भवति अङ्गं. तत्र तिङ्योजनेन भ्रमति भ्रम्यति इति रूपद्वयम्. क्रमु पादविक्षेपे पादाभ्यां चलति इति अर्थे अस्ति. क्रम तत्र क्रमु उकारस्य अनुबन्धलोपानन्तरं क्रम इति अवशिष्यते. तदनन्तरं शप् एवं शन् इति रूपद्वयस्य प्राप्तिः. तत्र क्रमपरस्मैपदेषु इति सूत्रेण क्रम क्राम्य क्राम्य क्राम क्राम्य इति क्रमते क्रम्यते क्रामति क्राम्यति इति चत्वारि रूपाणि दृश्यते. तत्कृते प्रदक्षिणपदेषु अपि क्रमधातुरूपसिद्धिः अस्ति इति सप्तमाध्यायस्य तृतीयपादस्य सूत्रं वदति इति अस्ति. समीचीनम्. अस्मिन् विषये किञ्चित् इतोपि चिन्तनीयं भवति, क्रमधातोः विषये किञ्चित् इतोपि चिन्तनीयं, तद् अग्रिमसप्ताहे वयं कुर्मः, यतोहि इदानीं समयः अतीतः. तर्हि एतावता यदुक्तं तत्र तत्र किमपि वक्तव्यं महोदय? अत्र स्पष्टता अस्ति मन्ये. तत् शप् एव शन् अस्ति, विकल्पेन भुवादिगणे यदातुवत् एव तस्य रूपाणि सिद्ध्यति. सत्यम्. अस्तु, अस्मिन् विषये इतोपि किञ्चित् चिन्तनम् अग्रिमसप्ताहे वयं कुर्मः, यतोहि अत्र क्रमधातोः विषये किञ्चित् ज्ञातव्यं भवति. अत्र कोऽपि प्रश्नः अस्ति वा? नास्ति चेत् अत्र स्थगयामः. धन्यवादः. नमस्कारः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः. आम् आम्, एकनिमिषं तिष्ठति. एकक्षणं, स्टाप् रेकार्डिङ्ग् करोमि. एकक्षणं, वन् सेकेण्ड्, एकक्षणम्.